नमस्कारः. अद्य ज्योत्यादिकवि हलन्तदातवः इति पाठः अनुवर्तते. तर्हि भस्धातोः लटीरूपं वयं गतसप्ताहे दृष्टवन्तः. तर्हि अग्रे किञ्चित् सरला भगिनी सारांशरूपेण वदति किं भस्धातोः कार्याणि कानि इति उक्त्वा अग्रे लोटि इति. भस्धातो जुहात्यादिगणे अस्ति. प्रथमं भस्धातो श्लू शप् आगत्य श्लू भवति, तस्य कारणे तस्य द्वित्वं भवति भस् भस्. तदनन्तरं भस् भस् इति हलादिशेष इति सूत्रेण प्रथम हल् भतिष्ठति, सकारस्य लोपः भवति, भ भस् इति भवति. तदनन्तरम् अभ्यासे चर्चति सूत्रेण अभ्यासस्य तृतीय चषादिश भवति, भ सर्व भ आगच्छति, बभस् इति भवति. सो अङ्गं बभस् इति अस्ति. तदनन्तरं विशेष कार्यम् आगच्छति इति सूत्रप्रत्यये अस्ति. खसि भसो हलि च इति सूत्रेण किति इति परे यदि उपधायां लोप उपधायां हस्वकारस्य लोपः भवति, तत् कार्यमस्ति. अनन्तरं विशेष सूत्रमागच्छति झलो झलि. झलो झलि इति सूत्रेण झल् प्रत्याहारस्य पूर्वम् अस्ति, झलि परे अस्ति, तद् सकारस्य लोपः भवति. इति द्वे विशेषकार्यं भवति. एतत् अङ्गम् अभ्यास अङ्गं प्रति सामान्यतया अन्यानि कार्याणि भवन्ति अपि. अस्तु लोटि इति अस्तु. लोटि तु प्रथमपुरुष एकवचने तु पित् अस्ति. पित् इति कोऽपि कार्यं नास्ति, कारणे अङ्गं कार अस्ति उपधायां. सो गुणकार्यं न भवति. भस् बभस् योग तु केवलं तस्य विवरणमेलनं भवति बभस् तु. तदनन्तरं तात् अस्ति. तात् किटिङ् इति परे अस्ति. अथ घसि बसो हलि च इति सूत्रेण अकारस्य लोपः भवति, भबस् योगत भवति, तु भवति. तदनन्तरं झलोचलि इति सूत्रेण सकारस्य लोपः भवति. इदानीं भप्स् योगत्तु भवति, तात् क्षम्यतां तात् भवति. तदनन्तरं झषोधशोध इति सूत्रेण भकार झष् प्रत्याहारे आगच्छति, तकारस्य झकारः भवति, भब् योगध भवति. तदनन्तरं बब् धात् इति भवति. जलाञ्चषि इति सूत्रेण भकारस्य पुनः मुद्धकार झष् प्रत्याहारे अस्ति. तदनन्तरं बकार झष् प्रत्याहारे एतस्य झष् आदेशः भवति. सो बब्धात् इति भवति. एवमेव द्वितीय प्रथमपुरुष द्वितीय च ताम् अस्ति. सो बब्धाम् इति आगच्छति. अतु इति अजादि अस्ति, अजादि अस्ति ततो अपि घसि बसु हलिचस्य कार्यं करोति, कारणं न केवलं किति अचि परे अस्ति, किति अचि परे अस्ति, तस्य कार्यं भवति. यदा घसि बसु हलि च इति सूत्रेण अकारस्य लोपः भवति, बप्स इति भवति, तदनन्तरम् अत्तु अस्ति, अत्तु इदानीं ढलो चलि कार्यं न करोति, कारणति अकार झलि नास्ति, खरि च इति सूत्रेण सन्धिकार्यं भवति, भकारस्य स्थाने पकार गच्छति, इति भवति. तदनन्तरं हि अस्ति द्वितीय मध्यमपुरुषे, हि तत्र आगच्छति हेति पकारझलि अस्ति. भगिनि कुत्रचित् किमपि ध्वनिः श्रूयते, उच्छिष्य श्रूयते, कर्णौ अलार्म् इव इदानीं मध्ये मध्ये आयाति किं नाम मम गृहे ए सि न चलति, चलति एलेक्ट्रिकल् इण्टर्फरेन्स् किमपि ध्वनिः आगच्छति, दीर्घः अस्ति, न्यूनीकर्तुं शक्यते, वातावरणस्य नास्ति, किञ्चित् है पिच्ड् वाय्स् क्विक् It looks as though somebody is calling the phone. Second call no. is true. Second call is coming. Oh. Maybe. I don't know. Oh, from Prayaha Tadevasya. घसीवसु हरिचेति सूत्रेण वक्ष योगैः, तदनन्तरं हूचिभ्योगे धी आगच्छति, हूच हि स्थाने धी भवति, तद् तत्र भक्षयोगधी आगच्छति. इदानीं सकार तस्य किं कार्यं भवति, सकारजलि अस्ति, मध्यपुरुषे एकवचने इति भवति, खरिच इति बप्स इति तत्र इत्यस्मिन् किं भवति, प्रथमं हि इत्यस्य हुजल्दीर्घेतु इति, अनन्तरं किमस्ति अधुनापि धी इति प्रत्ययः निट् अस्ति इति कृत्वा गसिबसोर्हरिच इत्यस्य प्राप्ति खलु, प्रथममेव उक्तवती, तर्हि जलो जलि इति जलो जलि न कार्यं कर्तते, हुजल्भ्यः दि आगच्छति, तन् चकारः प्रथमः अस्ति, अतः दि च कार्यं न करोति वा, दि च अनेनपि किम् अस्ति, दि च इत्यनेनपि सकारस्य लोपः भवति खलु, भवितुम् अर्हति वा, भवितुम् अर्हति, आमां निश्चयेन एकनिमिषं पश्यामः सूत्रसङ्ख्या भगिनी अत्र 8 to 25 अस्ति धी च इति सूत्रं, जलो जलि 8 to 26 अस्ति जलो जलि, तर्हि प्रायः धी च इत्यनेनैव लोपः अस्ति, दकारः प्रत्यये परतः सकारस्य लोपः भवति, प्रायः धी च इति भगिनी अत्र धी हि कथं कार्यं करोति, नास्ति न करपत्रे नास्ति न, तत्तु सामान्यसूत्रम् अस्माभिः पूर्वमेव पठितमासीत् खलु, सो पूर्वसूत्रं बलवत् भवति आलनकी त्रिपाद्यामस्ति खलु झलि इति विशेषसूचना न भवति वा इति अपेक्षा विशिष्टसूत्रं किमपि नास्ति खलु पूर्वसूत्रं जलौ जले च इति कार्यं यदि करोति तदनन्तरं बव्योगधी भवति तदनन्तरं बव्योगधी तद् पुनः कार्यं करोति तत् वर्धनादृशी इदानीम् आगच्छति धी भूत्वा जलाञ्चि बब्धि इति भवति तात् पुनः यथा पूर्वं कृतवन्तः यदि भवति इति भवति तं भवति आनि आव आम सर्वे कृत्वा अस्ति जले नास्ति कोऽपि कार्यं न भवति केवलं वर्णमेलं भवति भवसानि भवसाव भवसाम इति भवति धन्यवादः नमस्ते भगिनि महोदय रूपम् अस्ति बबस् योः अत्र लङ्लकारे अपूर्वकः भवति अधः अबबस् योः पित्तमस्ति अधः उपधाः वा अकारः अधः किमपि कार्यम् अस्ति बबस् अबबस् इति भवतुम् अर्हति. इदानीं जलो जलि इति सूत्रेण बकारः जल् जलि अपि परा अपि जलि अधः सकारस्य लोपः भवति जलो जलि इत्यनेन. ततः परं जसस्व दोदः इति सूत्रेण तकारस्य दकारः भवति जलां जस् जसि इति सूत्रेण चतुर्थबकारस्य क्षम्यतां इदानीम् अपूर्व हल्याभव दीर्घात् इति सूत्रेण तकारः लोपो भवति अत्र बबस् इति एव रूपं भवति. अत्र जलांशस्वन्ते इति सकारस्य अबबस् इति सूत्रेण अबबस् अत्र जलांशस्वन्ते कार्यं करोति महोदय. सकारस्य तकारः भवति सकारस्य तस्मात् पूर्वं वयं दृष्टवन्तः खलु किं तिप्यनस्तेः इति एकं सूत्रं तिपिपरे चकारस्य दकारः आदेशः अधः अबबत् इति रूपं भवति वावसाने इत्यनेन अबवत् इति तकारः भवति. अनन्तरं ताम् अबस् योः ताम् अत्र सकारस्य लोपो भवति घसीबस्वर सूत्रमपि अपित् अधः घसीबस्वर् हलि इति सूत्रेन उभधा लोपो भवति. अनन्तरं महोदय तात् अपि अस्ति तात् एव अपित् अपि अपित् अधः नित् अस्ति महोदय साक्षात् नित् अस्ति तातम् धन्यवादः तात् अपित् नित्वत् साक्षात् अधः अपित् अधः गच्छति अपित् अपित् इति नास्ति तदेव अपित्. अनन्तरं तित्त नास्ति चेत् अपित् इति वदामः. अपित् अपित् निद्वत् इति वयं वदामः. निद्वद् इति वदामः सार्वधातुमपित् इति सूत्रेण. तत्तु भिन्नकार्यम् अस्ति. यत्र अपित् अस्ति अतः साक्षात् नित् अस्ति. आम् साक्षात् नित् अस्ति. अतः नित् अस्ति इति अपि न न न यत् तित्त नास्ति तस्य नामकरणमस्ति अपित् इति. नित्यस्ति चेत् साक्षात् अस्माकं सूत्रे किम् उक्तमस्ति? निति प्रत्यये परे इति उक्तमस्ति खलु. निति इति अपित् इति आनयनस्य आवश्यकता नास्ति. साक्षात् नित् अस्ति चेत् गतिबसर् हलिस इत्यनेन वा पर्याप्तं खलु. यदि भवान् अपित् इति चिन्तयति चेत् किं भवति? सार्वधातुकम् अपि निद्वत् इति एकं सूत्रमस्ति. अनेन पुनः नित् निद्वत् इति वदनस्य का आवश्यकता? अवगच्छति किं महोदय? साक्षात् नित् अस्ति तर्हि गतिबसर् हलिसे साक्षात् प्रसक्तिः भवति खलु. प्रसक्तिः प्राप्यते भवति. किन्तु भवतः चिन्तनं यदि भवान् एवं चिन्तयति नित् अस्ति तर्हि अपित् अस्ति तत्र तु पित् नास्ति अपित् अस्ति चिन्तयामः चेत् पुनरस्य सूत्रस्य प्रवर्तनाय अस्माभिः किं चिन्तनीयम्? एकमपि अन्यत् अपि सोपानं भवति खलु. तर्हि सार्वधातुकम् अपित् इति सूत्रस्य अपि आवश्यकता वर्तते. तर्हि अस्माकं सोपानम् एकमेव सोपानं वर्तते यदि वयं नित् इति चिन्तयित्वा एतत् कार्यं कुर्मः चेत्. यदि भवान् अपित् इति चिन्तयति चेत् प्रथमम् अपित् इत्यनेन अस्माकं चिन्तनं तित् नास्ति इति अपित् इति चिन्तनं, द्वितीयमस्ति अस्माकं सार्वधातुकम् अपित् इति अन्यत् सोपानमपि आयाति खलु. दीर्घसोपानमस्ति खलु, दीर्घं सोपानमस्ति. न महोदय, assume you want to say, okay, if I tell you right, you know, if Rajesh comes, then, you know, give him coffee, right? And Rajesh comes. And I also tell him, if anybody other than Mahesh comes, give him coffee, right? I tell you two sentences. If Rajesh comes, give him coffee. And I also tell you, if anyone other than Mahesh comes, give him coffee. That is somebody else, and then Rajesh comes, right? Why are you applying the sentence where I say, if anyone other than Mahesh comes, give coffee? So I'm giving coffee. That's what we have to say, because we have to say that this is Rajesh's coming with coffee. That's a direct application. Ashtu Madhya, dhanyavadha. Eka prasna, mama prasna nivaram paratu Mahadesh, kripaya. Takaraha, I told Pit. Tat samyakva nasiva. भगिनि लोट् लकारे तात् अस्ति, लङ् लकारे लङ् लकारे लङ् लकारे हबस् यः क्षम्यतां क्षम्यतां मम दोषः क्षम्यतां. मम तु चिन्तनं लोट् लकारस्य एव तात् इति आसीत्. अस्तु महोदय, क्षम्यतां. भवान् द्विवचने ताम् अबस् अबस्यः ताम् अत्र घसिबसुर् हलि च इति सूत्रेण अकारः लोपो भवति बधायस्य. ततः परं जलोजलि इति सूत्रेण शकारः लोपो भवति. बबस् यः ताम् अत्र जजस्दोदः इति सूत्रेण तकारस्य दकारः आदेशः. बब् यः दां जलं जसि इति सूत्रेण बकारस्य तृतीय अल्पप्राण बकारः आगच्छति. अतः बब् दाम् इति रूपं भवति. बहुवचने अतु अधः अपित् अस्ति अजादि अपित् अधः गसि बसोर् उः क्षमिताम् उः उः अपि अपित् अजाद्य अपित् अथवा घसिबसोरलि च इति सूत्रेण उभधा लोपो भवति अकारः. अतः बब्स् योः हु बब्सुः इति रूपं भवति. अनन्तरं मध्यम पुरुषे शकारः अत्र हल्यापयोगो दीर्घासूति च प्रयुक्तं हल् इति सूत्रं कार्यं कृत्वा बबस् आम् महोदय लोपो भवति अनन्तरं बबस् इति पदं भवति अतः चिपि परे इति सूत्रेण बबस् स्थाने चकारः आदेश्य आम् चिपि दातु रुर्वा अतः इति सूत्रेण सकारस्य दकारः भवति विकल्पेन सकारः भवति अतः अबबत् अबबस् इति अत्र करवसने सृजनी इति सूत्रेण अबः एकरूपम् अबद् इति अन्यरूपम् अबत् भावसने इति सूत्रेण अभवत् इति त्रीणि अभवत् अभपत् अभः अभवः इति त्रीणि रूपाणि भवन्ति सम्यक्तया न उच्चारणं न करोमि द्विवचने तम् अस्ति अत्र बबस् योः तम् अबबस् योः तम् अत्र लोपो भवति गसिबसोरुगलि सूत्रेण उपधायस्य लोपो भवति अतः बबस् बब्स् योः तं जलजलि इति सूत्रेण सकारः लोपो भवति अनन्तरं जस्तो दोदः इति सूत्रेण तकारस्य दकारः अतः दम् इति रूपं जलं जस् जसि इति सूत्रेण बकारस्य सदत् बकारस्य अल्पप्राणः तृतीयदकारः अस्य अतः बब् दम् इति रूपं तदेव बब्द इति रूपं बहु उत्तमपुरुषे अम् अस्ति अत्र किमपि कार्यं न करोति अतः अबबसम् इति तदेव जलि नास्ति वकारमकारः अबबस् व अबबस् अपि ततः लोपं भवति उपधायाः लोपो भवति गलिच् अतः बब्स् यः बब्सः वा अनन्तरं गलिच् इति अपि कार्यं करोति अहं चिन्तयामि अबस् महोदय अबबस्तः अबस्व अबस्व अबस् म इति रूपं भवति अस्तु भगिनि अबबस् सर्वे अपि हलादि अस्ति अबबस् स्यात् बबस्यात् बबस्याताम् बबस्युः बबस्याः बबस्यातम् बबस्यात बबस्याम् बबस्याव बबस्याम अग्रे भवती एव पठितुं भगिनि हा एकनिमिष प्रश्नः उदेति इति प्रश्न उदेति घसिबसोर्हलिर्च इति सूत्रे घस् धातोः प्रसङ्गः कः घसृ अदने खादनार्थे इति धातुः बादिगणीयलटि घसति लटि गसति इति परिवर्तनम् इक्ष्टपौ धातुनिर्देशे इति वक्तव्यम् अन्तर्गते इति वार्तिकेन धातुनिर्देशे इक् प्रत्ययः भवति. अनेन घस्लु इक् योगः, घस्लु योगः इक्, घस् योगः इ, हलन्त्यम् इत्यनेन ककारस्य लोपः, घस् योगः इ, लु अपि अत्र अङ्गकार्यं करोति. न न तत् कं किं वद अतिदेश सूत्रं न तत् कार्यं करोति. लु किं भगिनि पुनः वदतु. घस्लृ लृ किं सूत्रेण गच्छति? उपदेशजननासिकः. घस् योगः इ घसि इति रूपं धात्वर्थे एव. घस् धातोः उदाहरणं घस् योगः किन् सग्धिः प्रक्रिया एतादृशी. किन् अत्र तकारस्य एव, तकार एव अस्ति. न न तकार ककार, तकार ककार एव इकार, नकारस्य हलन्त्यम् इत्यनेन सग्धि. तत्र सकार आगच्छति, सकारस्य लोपः भवति, तत्तु पूर्वे आगच्छति. सग्धि इति स्त्रीलिङ्गे, स्त्री न स्त्रीलिङ्गे न पठामि. घसल् रु योगः तिन्, घस् योगः ति, घसिबसो हलि च इत्यनेन उपधालोपः. घ योगः घ योगः स योगः ति, झलो झलि इत्यनेन सकारस्य लोपः. घ योगः ति, जशस्ततो दोधः इत्यनेन तस्थाने दकार आदेशः. ग योगः धि, झलां झषि इत्यनेन झष्त्वं. गायोगः धि, धि ग योगः धि, तत्तु धि इति आगच्छति. समान धीः इत्यस्मिन् अर्थे समासे सति. समानस्य छन्दस्य सूर्धप्रभृत्युदर्केषु इत्यनेन समानार्थे स इति आगमः. सग्धिः, सग्धिः स्त्री, स्त्री सह भोजनम् अमरकोशं तु अर्थं दीयते न अनुसृत्य सहभोजनार्थे प्रयोगः भवति. रामप्रिया भगिनी, लक्ष्मी भगिनी पठति. भगिनी मम एकः प्रश्नः अस्ति. क्ष्तपो धातु निर्देशे इति वक्तव्यं. वयं पूर्वम् एतत् वार्तिकं दृष्टवन्तः. यदि अनुनासिक अन्ते हलन्त धातव कृतवन्तः जन्न खन्न गन्न इति, तत्र इक्ष्तपो शप् धातु अङ्गं पञ्च विषयाः सन्ति. तस्य वार्तिकमस्ति तद् यङ् लुकि धातु प्रति आसीत् रैट्? तत् यङ् लुकि स्टिपा निर्दिश किम् इत्युक्ते, अत्र पश्यन्ति चेत् कदाचित् पाणिनिः किं करोति चेत् धातोः निर्देशः प्रत्ययेन वा स्टिप् प्रत्ययेन वा करोति. तर्हि किमर्थं तथा इत्युक्ते केवलं सूचनाय, किम् इत्युक्ते यदि स्टिपा करोति चेत् यङ् लुकि कार्यं न भवति इति कर्तव्यम्. किमर्थम् इत्युक्ते प्रायः निर्देशः मम अवगमने किं केवलं प्रायः छान्दसार्थे करोति इति मन्ये. वेदेषु परिगणित अन्यतमः अस्ति खलु व्याकरणं, तर्हि चालुसः अस्ति प्रायः करोति इति मन्ये, किन्तु स्टिप् निर्देशः तु यङ्ग्लुकि तस्य कार्यं न भवति इति सूचयतु. अस्तु, अत्र इकि इकि अन्य प्रत्ययः अस्ति, इक्किति प्रत्ययः इति इक्किति निर्देशस्य कृते प्रत्ययः, साक्षात् केवलं दातुनिर्देशः एव. एतत्तु इक्षित् उभयोः अपि प्रयोगः अन्यत्र न लभते, केवलं व्याकरणे दातुनिर्देशाय प्रत्ययद्वयं अर्थं किं दातुनिर्देशाय अर्थं किं किं तत्र दाशु धातोः रूपं निर्देश. उदाहरणार्थं घसि इति उक्तमस्ति खलु अत्र, तर्हि वयं जानीमः घसि बस प्रायः चान्दसः कृते केवलं घस् इति वदति चेत् गस् बसोर्हणी च इति वक्तुं शक्यते प्रायः पाणिनिना, प्रायः तदेव इक् निर्देशः प्रायः छान्दसः कृते इति. अस्तु, अपि अत्र समान चे समासे तस्य अर्थं किम् अर्थे समासे पूर्वपद बहुव्रीहि सम्वासः वयं जानीमः खलु, तादृशस्य भोजे यत्र स इति उपसर्ग पूर्वं वयं यत्र योजयामः स इति उपसर्ग एव. तदेव अस्तु, धन्यवादः. उपसर्गः इति नास्ति स इति अत्र, किन्तु समासः इति मन्ये, सः भोजनं सादरम् इति वदामः स आदरम् आदरेण सह इति. किन्तु यदा यथा उपसर्ग पदम् अस्ति तथा तथैव स योजनेन स अपि एक अन्यपदं भवति, तथैव गिद्धि स योज इति समासः भवति. किम् उपसर्गः अपि पदम् इति. अस्तु, धन्यवादः. लक्ष्मी भगिनी अग्रे धन्दातोः यत्र करपत्रे यत्र लिखितमस्ति तद् पठितुं आं भगिनि, केवलं पठामि अत्र अहं धनधातुः तत्र धन् इति भवति, अत्र औपदेशिकधातुः धन, लौकिकधातुः धन्, परस्मैपदीधातुः धान्ये इत्यस्मिन् अर्थे. भगिनी अत्र छान्दसः इति दत्तमस्ति, छन्दसि इति अर्थः वा छान्दसः इति दत्तम्? छन्दस् इति सकारान्तपदं, तस्यैव तद्युतप्रत्ययः छान्दस् इति छन्दसि सप्तमी विभक्ति, परन्तु अत्र छान्दसः तद्धितान्तं रूपम्, अत्र अर्थभेदः अस्ति वा? तदर्थम् इति किम् अस्ति, उदाहरणार्थं वदामः चेत् तत्तु छान्दसि अर्थभेदः इति नास्ति, छन्दसः कृते इत्यपि वक्तुं शक्यते, यत्र तदितप्रयोगः भवति चेत् किमस्ति अत्र अर्धभेदः. साधारणतया यदि वयं देवः इति वदामः अपि च दैवम् इति वदामश्चेत् तत्र किञ्चित् अर्धभेदः भवति, किञ्चित् वर्तते एव तद्धितप्रत्ययः वर्तते, तादृशं लघु भेदः वर्तते. उत्तम उत्तम उदाहरणं भगिनि, देवः दैवम् इति देव देवात् यत् आयाति तदेव दैवं खलु, अनुग्रहः एव. पठामि अत्र द्वित्वम् अभ्यासकार्यं च, धन् श्लौ अपि च धन् धन् हलादिशेषः, दधन् अभ्यासे चर्च दधन् इति अङ्गम्. अहं किञ्चित् अवगतवती, इत्युक्ते अत्र अङ्गं कथं निष्पन्नं भवति इति अत्र दत्तमस्ति. धातुः धन् अत्र जुहोत्यादिगणे ये धातुः हलन्तधातुः इति कृत्वा अत्र जुहोत्यादिभ्यः श्लु इत्यनेन तत्र श्लु भवति, अपि च श्लौ इति सूत्रेण तत्र द्वित्वं भवति, अतः धन् धन् इति रूपमागतम्. अनन्तरं हलादिशेषः इति सूत्रेण अत्र धन् प्रथमधन् इत्यस्मात् तत्र हल् वर्णस्य लोपः भवति अभवत् अतः दधन् इति रूपमागतम् अपि च अभ्यासचर्च इति सूत्रेण तत्र धकारस्य स्थाने अल्पप्राण धकारः आगतः अतः दधन् इति अङ्गमस्ति अङ्गकार्यम् उपधायाम् अकारः लघु इक् इति न अतः गुणकार्यं नास्ति परन्तु विशिष्टम् अङ्गकार्यं वर्तते अनुनासिकस्य क्री झलोः क्नीति इत्यनेन उपधा दीर्घः झलादि क्नीति कित्नित् प्रत्यये परे इत्युक्ते अत्र अङ्गकार्यम् इत्यस्मिन् विषये चिन्तयामश्चेत् तत्र दधन् इत्यस्मिन् अङ्गे उपधायां अकारः अस्ति इति कृत्वा तत्र यदि लघु इकवर्णः अस्ति चेत् पुगन्तलघुपदस्य च इति सूत्रेण गुणकार्यं भवति परन्तु अत्र उपधायाम् अकारः अस्ति इति कृत्वा गुणकार्यं न भवति परन्तु विशिष्टसूत्रेण अनुनासिकस्य क्रीझलोः इत्यनेन उपधा दीर्घादेशः भवति इति दत्तमस्ति तत् न जानामि सूत्रं किम् इति किञ्चित् वदति अनुनासिकस्य क्रीझलोः क्निति अनुनासिकान्त अङ्गस्य उपधायाः दीर्घादेशः भवति क्वी च झलादि कित्नित् प्रत्यये परे अस्तु अत्र इत्युक्ते अत्र दधन् इति अङ्गमस्ति दधन् इत्यस्य अन्तिमवर्णः नकारः इत्युक्ते नकारः वा अथवा मकारः अस्ति चेत् अनुनासिकान्त अङ्गम् इति वदामः अतः अनुनासिकान्त अङ्गम् अस्ति अत्र अपि च उपधायाः दीर्घादेशः भवति झलादि कित् नित् प्रत्यये परे इति दत्तमस्ति जलादि अस्ति चेत् भवति अजादि अस्ति चेत् न भवति उदाहरणं बकारः वा मकारः वा अस्ति चेत् तत्तु जलि नास्ति खलु इति कृत्वा न भवति किन्तु यत्र तकारः तकारः तादृश कित् नित् प्रत्ययः अस्ति चेत् तत्र उदाहरणार्थं सः इति प्रत्ययः ताम् इति प्रत्ययः लोटि तत्र तु जलि अस्ति तकारः इति कृत्वा तस्य तु दीर्घत्वं भवति दधान् इति अस्तु इत्युक्ते अत्र उपरि उक्तं वाक्यं परिशीलयामश्चेत् तत्र दधन् इति अङ्गमस्ति अपि च तः इति प्रत्ययः तः इति प्रत्ययः प्रथमपुरुषद्विवचनरूपं द्विवचनप्रत्ययः वा आं प्रथमपुरुषद्विवचनप्रत्ययम् इत्युक्ते तकारः झलादिवर्णः इति कृत्वा तत्र अनुनासिकस्य क्रीझलोः क्नीति इति सूत्रेण उपधायाः दीर्घादेशः भवति तदर्थम् अत्र दधान् इति रूपमागतं दधान् योगः तः अत्र नश्चापदान्तस्य झलि अनुस्वारस्य ई परसवर्णः इति सूत्रद्वयं कार्यं करोति इत्युक्ते अत्र नश्चापदान्तस्य झलि इत्यनेन तत्र नकारस्य स्थाने अनुस्वारादेशः भवति तदनन्तरं किमर्थं चेत् तत्र निमित्तमस्ति झल् वर्णः निमित्तं तकारः अतः अनुस्वारादेशः भूत्वा दधाम् इति रूपमागतम् अपि च अनुस्वारस्य ई परसवर्णः इति सूत्रेण अत्र पुनः अत्र तकारः यै वर्णः इत्यपि वक्तुं शक्नुमः अतः तवर्गीय अन्तिमव्यञ्जनं नकारः दन्त्यनकारः अतः परसवर्णसन्धिः भवति अत्र परसवर्णादेशः भूत्वा अत्र पुनः नकारः एव पुनः आगच्छति तदर्थं रूपमस्ति दधान्तः अत्र देयं व्यक्तिः अस्ति ध्येयं यत् सिद्धान्तकौमुद्यां रूपं दत्तमस्ति दधन्तः. माताजी वदति यत् इदं रूपं दोषाय अनुनासिकस्य किविझलोः क्लिति इत्यस्य कार्यम् अत्र भवेत् एव. इत्युक्ते अत्र रूपम् अस्ति दधान्तः इति भवति वा? ददान्तः इति सादुरूपं यदि वयम् अन्यत्र पश्यामः चेत् तत्रायः ददन्तः इति स्यात् उक्तं स्यात् किन्तु तत्तु तद्रूपं तु दोषाय. धन्यवादः भगिनि. रामप्रिया भगिनि आं भगिनि. सन्धिकार्यं नकारान्तधातुः मकारान्तधातुः वा चेत् स च धातुः अनुनासिकान्तधातुर् धातुः इति उच्यते. ददन् योगहति नकारान्तमकारान्तधातुः अतः अनुनासिकान्तधातुः. अतः नश्चापदान्तस्य जलि इत्यस्य कार्यं नश्चापदान्तस्य जलि इत्युक्ते नकारस्य स्थाने अनुस्वारादेशः. दधन् योगहति इदानीम् अनुस्वारस्य स्थाने परसवर्णादेशः. अनुस्वारस्य ऐ परसवर्णः ददन्ति इति रूपम्. अनन्तरं ददन् योगहसि तत्रापि नश्चापदान्तस्य जलि इत्यस्य कार्यं ददन् योगहसि. सि तु यै नास्ति अतः तस्य परसवर्णादेशः तु न भवति. ददन्सि इति रूपं. देयं यत् ददन् नकारान्तम् अङ्गं नकारः जली नास्ति अतः लोटि हि स्थाने दि आदेशः न भवति. अस्तु अस्ति अतः लोटि हि स्थाने दि आदेशः न भवति. किं सूत्रम् अस्ति भगिनि तत् एव तिष्ठति. लति वदामि वा भगिनि? दधन् इति अङ्गं ति इति पित् अस्ति. यदा वयं दृष्टवन्तः नकारान्तधातुः अस्ति अनुनासिकान्तम् अतः नश्चापदान्तस्य जलि ददन् योगहति अनुस्वारस्य ई परसवर्णः परसवर्णादेशः ददन्ति. अनन्तरं तः इति तः विषये एव वयं दृष्टवन्तः तत्र अनुनासिकस्य क्विजलोः इति इत्यस्य कार्यं भवति तत्र ददन् योगः तः अनुनासिकस्य क्विजलोः ङिति इति सूत्रेण उपधादीर्घः भवति. ददान् योगः तः अनन्तरं नश्चापदान्तस्य जलि अनुस्वारस्य ई परसवर्णः ददान्तः इति रूपम्. वर्गे अहं न जानामि कथं आकार न कृतवन्तः रूपाणि यदि रूपाणि वयं कृतवन्तः. किं भगिनि अहं न शृणोमि प्रश्नः. वर्गे महोदय बहु चर्चा जाता कि तदनन्तरं अनुस्वारस्य अनुनासिकत्वे चलोति इति सूत्रस्य कार्यं न कृतवन्तः यदि रूपाणि वयं उक्तवन्तः. किन्तु सत्यं किन्तु अग्रे महोदय एकत्ररूपेण प्रेषितवान् महोदय किं महोदय मातरं पृष्टवान् इति उपदादीर्घो भवति एव इति महोदय एकत्ररूपेण प्रेषितवान् न दृष्टवती. भवती अपि तत्र एकत्र अस्ति खलु भवतीमपि प्रेषितवान् ह्यः प्रेषितवान् पूर्वस्य दीर्घोणः तद् अस्ति न उपधायाः अभवत् किं तत्तु भिन्नसूत्रमस्ति खलु अत्र तु ड्रलोपः नास्ति खलु. अस्तु क्षम्यतां. धन्यवादः. अस्तु दधन् योगः अति इति इदानीम् अजादिः अस्ति अपित् अस्ति तत्र किमपि कार्यं न भवति. दधनति इति रूपम्. अनन्तरं ददन् योगः सि त तत्रापि वयं दृष्टवन्तः यदा नश्चापदान्तस्य जलि ददन् योगः सि सि तु ययि नास्ति अतः ददन् सि इति एव तिष्ठति. अनन्तरं तः तः अपि अपित् अस्ति, हलादि अपित् अस्ति, तत्रापि समानकार्यम् इति चिन्तयामि. तत्रापि उपधादीर्घः भवति किल भगिनि, अनुनासिकस्य क्विजलोः निति इति सूत्रेण किं भगिनि अन्ति इति तः तः मध्यमपुरुष आम् अतः उपधादीर्घादेशः भूत्वा दधान् योगः थः नश्चापदान्तस्य जलि अनुस्वारस्य इ परसवर्णः दधान्तः दधान्त थ इति प्रक्रिया, समाना प्रक्रिया. अनन्तरं ददन् योगः मि मी तु पित् अस्ति, तत्र किमपि कार्यं नास्ति. मकारः तु दधन्नि एव भवति, तत्र आम् तत्र किमपि कार्यं नास्ति ददन्नि. अनन्तरं ददन् योगः वः मह वकारमकारः तु ययि नास्ति, जलि अपि नास्ति, जलि अपि नास्ति, अतः ददन्वः ददन्मः, ददन्नि ददन्वः ददन्मः. मणिमहोदय लोटि करोति ददन् योः तु अत्र पित्वमस्ति, जल् अपि अस्ति, अतः नशापदन्तस्य जलि इति सूत्रेण नकारस्य अनुस्वारः भवति. ततः परं त अस्ति, अधः जल् अस्ति, यै अपि अस्ति, अधः अनुस्वारस्य यै प्रसवन इति सूत्रेण अनुस्वारस्य नकारः भवति, अतः ददन्ति इति रूपं भवति. दात् दात् अपित् अधः उभधा दीर्घो भव उभधा दीर्घो भवति जलि कृचिनिति परे सूत्रेण. अतः ददान् योः तात् अत्रापि अनुस्वरस्य यै परसवर्णः अनु न सम्पदस्य जलि अनुस्वरस्य यै परसवर्णः द्वयोः सूत्रयोः कार्यं कृत्वा ददान् तात् इति रूपं भवति. ताम् अस्ति द्विवचने, तत्र एव ददां ताम् इति. बहुवचने अतु अजादि अपि ततः किमपि कार्यं नास्ति, अतः ददन् ददनतु इति रूपं भवति. मध्यमपुरुषे हि प्रत्ययः ददन् नकारस्य जलि नास्ति, अतः किमपि कार्यं न भवति, ददन् हि इति एव रूपं भवति. तात् अत्र जलि अस्ति, अतः न सम्पदस्य जलि अनुसरिसहितवर्ण कार्यं कृत्वा ददान् तात् इति. तम् अपि तत् अपि तदन्तं ददान् तदन्तं तदन्त इति रूपाणि. उत्तमपुरुषे आनयावाम अत्र अजादिपित् अस्ति, किं रूपं तदेव भवति, अतः ददनानि ददनाव ददनाम इति रूपाणि भवन्ति महोदय. लङ् लकारे प्रथमं लुङ् लङ् लिङ् दात च इति सूत्रेण अडागम आगच्छति, अददन् भवति, अददन् योग त हल्याङ्ग दीर्घात् श्रुति प्रसक्ति सूत्रेण तकारस्य लोप भवति, अददन् इति तिष्ठति. अददन् योगताम् अनुनासिकस्य क्वि झलोङिति इति सूत्रेण आकार आगच्छति उपधायाम् अदधान् योगतां भवति तद् नष्टापदांश झलि इति सूत्रेण नकारस्य अनुस्वारः भवति तदनन्तरं अनुस्वारस्य यै पव यै परसवर्ण अनुस्वारस्य पुनः नकार आगच्छति अदधान् ताम् इति भवति अददन् योगः उः केवलं वर्णमेलनम् अस्ति अददन्नुः इति भवति अददन् योगसकार पुनः हल्याङ्गबोधिगातस्ति प्रत्यक्षति सूत्रेण सकारस्य लोपः भवति अददन् तिष्ठति तं यथा तां कृतवन्तः अददन्तम् इति भवति अदधन्त इति भवति अदधन् योग अम् अददान्तम् अनुस्वारस्य त्रिझलो नष्टपदं सलि अनुस्वारस्य यै परसौ त्रीणि सूत्राणि कां कार्यं यदि अम् अस्ति तत्र अददन् योग अम् अपित् अस्ति अतः केवलं वर्णमेलनम् अस्ति अददनं वकारझलि नास्ति अतः तत्र अपि केवलं वर्णमेलनम् अस्ति अजधन् वा अजधन् मा इति भवति. यत्र यत्र लङि अददन् इति अस्ति तत्र प्रत्येकलोपः भवति इति कृत्वा तस्मिन् समये अनुनासिकान्तस्य पिजलोनिति इत्यस्य कार्यं न भवति खलु? न, तत्र पदान्ते नास्ति न प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यं न महोदय उक्तवान् झलि वर्णनिमित्तकं कार्यम् अस्ति यदि तकारस्य लोपः भवति तकार तस्य प्रत्ययलक्षणम् अस्ति किन्तु अनुस्वारस्य क्वी झलोङिति इति झल् निमित्तं कार्यम् अस्ति झल् तकार इति प्रत्ययः अस्ति न तु झल् निमित्तम् अस्ति अतः तस्य प्रसक्तिः न भवति अनुनासिकस्य क्वी झल् अस्तु भगिनि अस्माकं स्थाने आदेश क्षम्यताम् आम् आम् लक्ष्मी भगिनी वक्तुमिच्छति किं विधिलिङ्गरूपाणि कर्तुं न शक्नोमि भगिनि मणिमहोदय विधिलिङ्गरूपाणि वदति किम् भगिनि एकवारं प्रयत्नं करोमि अत्र अहं चिन्तयामि अत्र विधिलिङ्गकार रूपाणि अत्र सर्वत्र यात् यातां युः याः यातं यात यां याव याम इति प्रत्ययाः नवप्रत्ययाः सन्ति इत्युक्ते अत्र धातुः अत्र अददन् क्षम्यतां ददन् इति अङ्गमस्ति इति अस्ति प्रथमम् अङ्गनिर्माणं तत्तु अभवत् खलु ददन् इति अङ्गं अनन्तरम् अधुना अङ्गप्रत्ययोः मेलनं ददन् योगः यात् अत्र यात् इति जलि नास्ति खलु इति कृत्वा अनुनासिकान्तस्य फिजलोगीति इत्यस्य प्रसक्तिः नास्ति केवलं वर्णमेलनम् इति एव इकारादिप्रत्ययः अस्ति कृत्वा अपि ददन्यात् ददन्यातां ददन्यात् ददन्यातां ददन्युः ददन्याः ददन्यातं ददन्यात ददन्यां ददन्याव ददन्याम तथा भवति वा बहु समीचीनं भगिनि धन्यवादः अहं न जानामि केवलं अस्माकं 2019 वर्गमस्ति खलु वर्गे भागं सर्वं जानाति न भगिनि अहं न कदापि श्रुतवती अतः रामप्रिया भगिनी पाठितवती खलु भगिनी पाठितवती आं भगिनि लक्ष्मी भगिनीं पाठितवती किं विद्याभगिन्याः जन् धातु जन जन् धातुः प्रथमपदि जनने शान्तस तदेव महोदय जन् द्वित्वम् अभ्यासकार्यं च जन् श्लौ जन् जन् हलादिशेषगतिधन नकारस्यलोपो भवति जजन् इति अङ्गम् अङ्गकार्यं हलादिपित्सु उभधाय मकारः लघु इक् इति न किमपि कार्यं नास्ति जजन्यो भवति जजन्ति इति अजादि पित्सु उभधायः अकारः लघु इक् न अतः किमपि कार्यं नास्ति जजन् योः आनि जजनानि हलादिपित्सु जजन् जनकनकनां चञ्चलोः इति इत्यनेन जलि नकारस्य आकारः आदेशः जजन्योः अर्थः जजायोः अर्थः जजातः इति रूपं भवति अजादि अपित्सु अत्र गमहनजनकना गशां लोपः नित्यनङ्गि इत्यनेन उभधयः लोपः जन् योः अति उभधः आकारः लोपः भवति अतः जजिन् योः अति सन्धिकार्यं भूत्वा अत्र जजनति आकार जज्ञः इति रूपं भवति जनसनकन जनसनकनां चञ्चलोः सूत्रं जन् सन् कन् येषां धातूनां नकारस्य स्थाने आकारस्य भवति जलादि सन् प्रत्यपरे जलादि किति नित्य प्रत्यपरे च अनुवृत्तिसर्गसूत्रं जनसनकनां अङ्गानाम् आत् जलि सञ्चलोः किति इति सूत्रेण सूत्रं वदति जन् सन् कन् येषां धातु नकारस्य स्थाने आकारः भवति पितिनिति प्रत्यपरे एव पित्तस्य चेत् तत्र न भवति अनन्तरं गमहनजनकनगसां लोपः नित्ति अनङ्गि गम् हन् जन् हन् गस् येषां धातूनाम् उदयः लोपो भवति अजादि पितिनिति प्रत्यपरे परन्तु अङ् प्रत्यये चेत् लोपः न भवति अनुवृत्तिसहितसूत्रं गमहनजनकनगसाम् अङ्गानाम् उपधायः लोपः अनङ्गि अचि इति प्रत्यपरे अत्र अजादि अपि प्रत्यपरे गं घन् जन् घन् गस् धातूनाम् उपधायः लोपो भवति इति अत्र दत्तम् अनङ् अङ् प्रत्यये अर्थः न जानामि अनङ्गि तावदेव अस्तु अस्तु धन्यवादः महोदय भगिनी मम एकः प्रश्नः अस्ति अत्र अत्र हलादिपित्सु अजादिपित्सु हलाद् अपित्सु हला अजादि अपित्सु इति चत्वारि नूतनानि पदानि सन्ति मम कृते भवन्तः सर्वे जानन्ति एव परन्तु अहं चिन्तयामि अत्र हलादिपित्सु इत्युक्ते अत्र जुहोच्यादिगणे प्रत्ययाः दत्ताः अत्र तीतस् तीथः अति सीथः निवहमः तत्र ति इत्युक्ते ति सि मि अत्र प्रत्ययत्रयमस्ति ते पित् पित् प्रत्ययाः अपि च हलादिप्रत्ययाः अपि च अन्ये सर्वे हलादि अपित्सु अपित् प्रत्ययाः. यत्र महोदयस्य करपत्रे यत्र स्थूलाक्षरैः दत्तं तत्तु पित् प्रत्ययः अस्ति. अनन्तरं यदि आदौ प्रत्ययस्य आदिमवर्णः पश्यति चेत् यदि अचुवर्णः नास्ति चेत् हल्वर्णः अस्ति चेत् हलादि स्थूलक्षरमपि अस्ति हल् अपि आदौ अस्ति चेत् हलादि इत्युक्ते स्थूलक्षरम् अस्ति किन्तु हल् नास्ति अज अकारः किमपि अचुवर्णः अस्ति चेत् अजादि इत्युक्ते तथा एव अपित् अस्ति अपित् इत्यत्रापि हल् हल् आदौ अस्ति चेत् हलादि अपित् अजादि अस्ति चेत् अपित् यत्र स्थूलक्षरैः न दत्तं तत्तु अजादि अपित् इति. उदाहरणार्थम् अत्र पश्यामः चेत् लोट् लकारे तु इति जलादि अपित् अस्ति आनि आव अम जलादि अपित् पश्यम्यता हल् अजादि अपित् अस्ति आनि इति अजादि पित् वा आं भगिनि आडुतमस्य पित्येति सूत्रेण पित् आरोपितं तत्र पित्वम् आरोपितं तर्हि आनि आव आम अजादि अस्ति इति जानाति खलु अजादि स्थूलाक्षरैः दत्तम् इति स्थूलाक्षरेण दत्तम् इति कृत्वा पित् अस्ति तर्हि अजादि अपित् अस्ति. केवलम् आनि इति अजादि पित् आव आम अजादि अपित् स्थूलक्षरेण एव दत्तमस्ति खलु तत्र तत्र आ इति आगमः अस्ति खलु तत्र आदौ आ इति आयाति खलु तस्य आडागमः तत्तु आड् आड् इति आडागमः इति वदामः तर्हि लोट् लकारे तादृश आडागमः भवति आड् आडुत्तमस्य पिच्च इति सूत्रेण तत्र सूत्रे एव उक्तमस्ति यत्र आडागमः आयाति लोट् लकारे तस्य प्रति पित्वम् इति गुणम् आरोपयति सूत्रं यद्यपि सामान्यतया म ब म इति प्रत्ययाः अपितः सन्ति तथापि आकारः आड् इति आगमः स्थित्वम् आरोपयति इति कृत्वा आनि आव आम त्रयः अपि धन्यवादः भगिनि. अपि लोट्लकारे एव अपि इति पश्यामः चेत् तां तात् तां हि तात् तं त एते सर्वे तु उद क्षम्यतां तां हि तं त अपितः सन्ति अनन्तरं तात् इति नित् अस्ति नित् अस्ति इति कृत्वा समानकार्यं खलु यत्र यत्र अपित् अस्ति चेत् अपि नित् अस्ति चेदपि समानकार्यं खलु तत्तु जलादि अस्ति हलादि अस्ति अनन्तरम् अतु इति अजादि अपित् अजादि अपित् अवगच्छामि धन्यवादः. तिष्ठतिः प्रत्ययस्य अपि सेनि तिष् अपित् इत्यनेन अपित्वम् आरोपितमस्ति लङ् लकारे अम् अस्ति अजादि अपित् भवति उत्तमपुरुषे. ओ किं पुनः अत्र लङ् लकारे अम् अस्ति अम् अम्बति उत्तमपुरुष एकवचन प्रत्ययः तत् अस्ति अजादि पित् अजादि पित् सकार मध्यमपुरुषे एकवचने तकार प्रथमपुरुषे एकवचने हलादि पित् आम् धन्यवादः भगिनि. वृद्धिलिङ्गे सर्वे हलादि अपित् हलादि अपित् वृद्धिलिङ्ग् सर्वे प्रत्ययाः किन्तु महोदय भगिनी उक्तवती स्थूलाक्षर सूचयति ते सर्वे सिद्धतिङ्गप्रत्ययाः सन्ति. एकनिमिष पठामि पठामि न जजन् चन्दिकार्यं न विधिलिङ्गे अस्मिन् लकारे सर्वे प्रत्ययाः इति ततः आरभ्य जजन् भगिनि भगिनि अत्र विधिलिङ्गि इति उक्तमस्ति खलु तत्रैव जन हल जल हनजलसां लोपः तदनन्तरं विधिलिङ्गि इति अस्ति खलु अस्मिन् यकारे जन्धातोः एव जन्धातोः एव न जजन् क्षम्यतां जन् जजन् तत्तु भगिनि न अत्र अत्र महोदयस्य करपत्रं पठन्तु अत्र करपत्रे सूत्रद्वयं दत्तमस्ति खलु जनसनघनां सञ्जलोः इति एकं सूत्रम् अनन्तरं तस्य विवरणम् अनन्तरं गमहन जनघनगसां लोपः नित्यनङ्गे इति दत्तमस्ति तदनन्तरं साक्षादनन्तरम् अस्मिन् लकारे सर्वे प्रत्ययः यकारादयः यकारः झलि नास्ति अतः जनखन जनसनखनां सञ्जलोः इत्यनेन नकारस्य स्थाने आकारादेशः न भवति यकार झलि नास्ति अतः अकारादेशः न भवति परन्तु ये विभाषा इत्यनेन विकल्पेन आकारादेशः भवति ये विभाषा जन् खन् जन् सन् खन् येषां धातूनां नकारस्य स्थाने विकल्पेन आकारादेशः भवति यकारादि कित्मित् प्रत्यये परे अलोन्त्यस्य इत्यनेन अन्तादेशः ये सप्तम्यन्तं विभाषात् प्रथमान्तं द्विपदजं सूत्रं जनकन जनसनखनां सञ्जलोः इत्यस्मात् जनकनसनखनाम् इत्यस्य अनुवृत्तिः अनुवृत्तिः सर्वे पठामि भगिनि विद्वनुर्नासिका पूर्वम् अस्माभिः पठितमासीत् केवलम् अन्तिमवाक्यं नवसूत्रम् अस्ति एतत् इत्यस्मात् आत् इत्यस्य अनुवृत्तिः अनुदात्तो पदे श्रवण पदे उपदेश वनतितो अनतितनोप्याप्यादीनाम् अनुनासिक लोपो झलि इति इत्यस्मात् थिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं जनसनखनाम् अङ्गस्य आत् ये इति विभाषा जजन् योगः यात् ये विभाषा जजन् वा जजा योगः यात् जजन्यात् जजा जजायात् द्वे अपि आगच्छति सन्धिकार्यं नकारान्तधातुः मकारान्तधातुः वा चेत् स च धातुः अनुनासिका अनुनासिकान्तधातुः इति उच्यते जजन् योगः ति नश्च पदान्तस्य झलि जजं योगः ति तत्र अनुस्वारः आगाति नश्च पदान्तस्य झलि इत्यनेन अनुस्वारस्य यै परसवर्णः इत्यनेन नकार एव आयाति जजन्ति इति जजन् योगः सि नश्च पदान्तस्य झलि अत्र जजं सि तत्तु अनुस्वारः आयाति सकारः यै परसवर्णयै वर्णः नास्ति तथैव जजन् सि एव तिष्ठति जजन् योगः अति गमहनजनघनकसां घसां लोपः नित्यनयि जज् इत्यनेन जजन् योगः अति स्तोः शृणाश्चुः इत्यनेन श्चुत्वं जड् जड्ज्ञ इति आगच्छति. अद्योगः अति अत्र जज्ञति इति. धन्यवादः भगिनि. सरल भगिनि लटि वदति. अस्तु लटि अस्माकम् अङ्गमस्ति जजन् जजन् योगति इति अङ्गकार्यं न भवति कारणं कि उपधायाम् अकारः अस्ति लघु गुणकार्यं न भवति. नश्चापदांस्य झलि तकार झलि अस्ति नकारस्य स्थाने अनुस्वारः आगच्छति जजन्ति भवति तदनन्तरम् अनुस्वारस्य यै परसवर्ण इत्यनेन अनुस्वारस्य नकार पञ्चमवर्ण तक्तवर्गीय आगच्छति झजन्ति इति भवति. तः अपित् अस्ति कितिङ् इति सूत्रे भवति जन सन खना सञ्चलो इति सूत्रेण उप नकारस्य स्थाने आकारः आगच्छति जजा योग भवति जजातः इति भवति. जलादि कितिङ् इति परे अस्तु. तदनन्तरम् अति अस्ति अति अजादिपित् अस्ति इदानीं गमहन जनखन खसा लोप कितिङ् इति अस्ति अजादिपित् अस्ति. नकारस्य उपधायाम् अकारः अस्ति तस्य लोपः भवति. जजन् योग अति भवति. इदानीं ज न तयो मध्ये स्तोष्णाष्टुः इति सूत्रेण नकारस्य स्थाने चवर्गीय पञ्चमवर्ण ञकार आगच्छति जजञति इति भवति. यदि मध्यमपुरुषे सि अस्ति पुनः कोऽपि अङ्गकार्यं नास्ति नकारस्य स्थाने सकार झलि अस्ति नकारस्य नश्चापदांस झलि इति सूत्रेण अनुस्वारः भवति किन्तु अनुस्वारस्य यै परसवर कार्यं न करोति जजन्सि इति भवति. सकार झलि नास्ति. थकार पुनः जन खन घसा झन्सन् झलो झलि परे गितिङ् इति परे इति सूत्रेण जजा नकारस्य स्थाने आकारः आगच्छति जजा योगतः जजाथ इति भवति. तथैव जजाथ भवति जजन् योगमि. मकार झलि नास्ति अत्र नश्चापदांस झलि कार्यं न करोति केवलं वर्णमेलनं भवति जजन्मि जजन्वः जजन्मः इति भवति. धन्यवादः. मणिमहोदय लोट् वदतु. वदामि तत्र अस्ति जजन् भवतु पित् अस्ति अत्र नकारः स्थाने अनुसारस्य नश्चापदस्य जलि इति सूत्रेण अनुसारः भवति. तदुपरि अनुसारस्य ऐ परसवर्ण इति सूत्रेण अनुसारस्य तकारस्य परवर्णः नकारः आगच्छति अतः जजन्तु इति रूपं भवति. ततः परं तात् अत्र जलादि अस्ति अतः जनधातु अथवा जनसनकन घसां जञ्जलोः इति सूत्रेण नकारस्य आकारदेशो भवति अतः जजन् जजा जदा तात् इति रूपं भवति. अनन्तरं ताम् इति अत्रापि पित् अधः दीर्घः भवति, नकारस्य आकारः भवति, जजाताम् इति. अनन्तरं बहुवचने अतु अपित् अस्ति, अधः गमहनसनकनां गणगसां लोपति इति अनङ्गी इति सूत्रेण कारस्य लोपः भवति उपधायस्य. अधः जज् नतु इति रूपं भवति. अधि कृषे हि अस्ति, नकारः उजर्गोहदि न कार्यं करोति, नकारः जल् नास्ति, अधः जज्जन् योहः हि. अपित् अस्ति, अधः जनखनकनमुना गसल् जलादि, अधः जनशनकनां सञ्जलोः इति सूत्रेण नकारस्य आकारः भवति. जजाहि इति रूपं, तदेव तात् इति, जजातात्, जजातं, जजात इति रूपं भवति महोदय. उत्तमपुरुषे आणि आव पित् अस्ति, अजादि पित् अतः मेलनमेव. जजनाति जजनाव जजनाम इति रूपाणि भवन्ति महोदय. धन्यवादः. लङ् अस्तु भगिनि. इदानीम् अडागमः भवति, अजजन् इति अङ्गमस्ति. अजजन् अस्तु, अजजन् योगः थ इति प्रत्ययः, अपृक्त एकाल् प्रत्ययः इति कृत्वा हल्ङ्याभ्यो दीर्घात् इतिस्य वृत्तं हल् इति सूत्रेण तकारस्य लोपः. अन्यत् किमपि कार्यं नास्ति, अजजन् इति एव तिष्ठति. अनन्तरं ताम् इति हलादि अपित् प्रत्ययः, अजजन् योगः ताम्. इदानीं हलादि अपित् प्रत्ययः इति कृत्वा जनसनखनां सञ्जलोः इत्यनेन क्षन्तां हलादि अपित् तदेव नकारस्य स्थाने आकारादेशः. आम्, अतः अजजाताम् अजजाताम् इति. अनन्तरम् अजजन् योगः उहु इति बहुवचने, तत्र किं भवति अजजन् योगः उहु, तदपि अजादि अस्ति अपित् अस्ति. अजादि अपित् इत्युक्ते गमहन जन खन गसां लोपः नित्यनङ्गी इत्यनेन उपधायाः लोपः भवति. अजजन् योगः उहु. इदानीं तत्र स्तोश्चुनाश्चुः इत्यस्य प्रसक्तिः, तद् भूत्वा अजङ्युः इति रूपं भवति. अनन्तरम् अजजन् योगः स प्रत्ययः, तदपि अप्रत्यय एकाल् प्रत्ययः इति कृत्वा हल्ङ्याभ्यो दीर्घासुतिस्य प्रत्तं हल् इति सूत्रेण सकारलोपः. अजजन् इत्येव, अन्यत् किमपि कार्यं नास्ति. अनन्तरं तम् इति हलादि अपित् प्रत्ययः, पुनः जनसनखनां सञ्जलोः इत्यनेन जलीनकारस्य आकारादेशः. अजजातम् इति समानकार्यं त इति हलादि अपित् प्रत्ययः कृते अपि अजजात इति. अनन्तरम् उत्तमपुरुषे अम् इति अजादि पित् प्रत्ययः, तत्र तु उपधायाम् अकारः अस्ति, अतः किमपि कार्यं नास्ति, वर्णमेलनमेव. अजजनम् इति रूपम्. अनन्तरं व म इति अस्ति, तत्र अपि अजजन् व अजजन्म, यद्यपि अपित् अस्ति तत्र किमपि कार्यं नास्ति, वर्णमेलनमेव. एतत्तु जली एव एतत् सूत्रस्य प्रसक्तिः, अतः व मा तु जली नास्ति इति कृत्वा तस्य प्रसक्तिः नास्ति. अस्तु महोदय, क्षम्यता महोदय, मीट् मध्ये अस्ति. यात् यातामिः अत्र जजन्योः यात् अत्र जजन् यात् जजन्यात् इति रूपं भवति. अत्र ए विभाषा इति सूत्रेण विकल्पेन नकारस्य आकारादेशः भवति, अतः एकरूपं जजन्यात् अन्यरूपं जजायात् इति, तदेव जजन्याताम् जजायाताम् युः, अत्रापि जजा जजन्युः जजन् जजायुः इति रूपं, मध्यं पुरुषे जजा ताः जजन्ताः याः जजन्याः जजायाः इति, तदेव जजन् यातं जजायातं जजन्यात् जजायात् इति याम्, अत्र अत्रापि जजन् जजन्यां जजायां जजन्याव जजायाव जजन्यां जजायाम इति रूपाणि भवन्ति महोदय. धन्यवादः. धन्यवादः. इदुपददातवः इति अग्रिम भगिनि पुष्पा भगिनि, अत्र मम एकः प्रश्नः अस्ति. अत्र अत्र जन् धातुः अत्र जन् जायते इति रूपमपि अस्ति, परन्तु अत्र भिन्नरूपं दत्तमस्ति. अत्र कथं जानीमः जन् जनने इत्यस्मिन् अर्थे जजन्ति इति जुहोत्यादिगणीयधातुः अस्ति, परन्तु प्रादुर्भावे इत्यस्मिन् अर्थे जायते इत्यस्मिन् अर्थे अपि अस्ति. आं भगिनि, धातुद्वयं वर्तते खलु, तदेव प्रश्नः खलु. इत्युक्ते अत्र अर्थः समानः इति भाति, परन्तु अत्र कथं जानीमः अत्र जजन्ति इति साधारणतया न शृणुमः, जायते इति एव जन् धातोः रूपं शृणुमः, परन्तु छन्दसि वेदेषु एव वर्तते जजन्ति इति भगिन्याः. अत्र महोदयेन उक्तमस्ति खलु छन्दसि छान्दसि इति उक्तमस्ति, लौकिकप्रयोगे न भवति इति. लौकिकप्रयोगे न भवति, न भवति, केवलं वेदेषु तादृश वेदेषु एव वर्तते. अस्तु, इत्युक्ते अस्माकं साधारणधातुः जायते इति दिवादिगणीयधातुः, परन्तु एतत्तु जुहोत्यादिगणीय, केवलं वेदे एव तस्य उपयोगः भवति. आम् आम् इति. आम् धन्यवादः. अग्रिमम् इतुपददातवः इति पुष्पभगिनि. इदुपददातवः चत्वारः इदुपददातवः सन्ति, धिष् दिशा दिश् निजिर् निज् विजिर् विज् विशल्र् विश् दिश् दिशा दिश् धातु परस्मैपदी शब्दे छन्दसः, तत्र अर्थं शब्देन भगिनि एतदपि छान्दसः कृते. अत्र छान्दसः इति वदन् लिखति, तत् तद् अर्थं कुर्मः, तत् छान्दसि एव उपयुक्तं द्वित्वं द्वित्वम् अभ्यासकार्यं च दिश् श्लौ विकरणप्रत्ययः दिश् दिश् हलादिः शेषः दिदिश् तत्र अभ्यासे च अल्पप्राण प्रथमदि अल्पप्राणदि आगच्छति आदेशः दिधिश् इति अङ्गम् अङ्गकार्यं हलादिपित्सु उपदायां लघु इकः गुणः दिधिश् योगः ति पुगन्तलघुपदस्य इत्यनेन पुगन्तलघुपदस्य च इत्यनेन दिधेश् गुणकार्यम् आयाति दिदेश् योगः ति दिदेष्टि अजादिपित्सु नाभ्यस्तस्याचि पिति सार्वधातुके इत्यनेन उपधायां लघु इकः गुणनिषेधः दिदिश् योगः आनि रसाभ्यान्नो नः समानपदे इत्यनेन नत्वं दिदिशाणि अत्र कृत्वामेव कार्यं करोति हलाद्यपित्सु निति च गुणनिषेधः दिदिश् योगः ता दिदिष्ठः अजाद्यपित्सु निति च गुणनिषेधः दिदिश् योगः अति दिदिशति नाभ्यस्तस्याचि पिति सार्वधातुके अभ्यस्तस्य लघुपदगुणः गुणः न भवति अजादिपित् सार्वधातुकप्रत्यये परे न अव्ययपदम् अभ्यस्तस्य षष्ट्यन्तम् अचि सप्तम्यन्तं पिति सप्तम्यन्तं सार्वधातुके सप्तम्यन्तम् अनेकादिपदं सूत्रं पुगन्तलघुपदस्य च इत्यस्मात् लघुपदस्य इत्यस्य अनुवृत्तिः निधेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अभ्यस्तस्य अङ्गस्य लघुपदस्य गुणः न अचि पिति सार्वधातुके दिदिश् योगः ति पुगन्तलघुपदस्य च इत्यनेन दिदेश् योगः ति ष्ठुनाष्ठुः दिदेष्टि दिदिश् योगः सि पुगन्तलघुपदस्य च इति दिदेश् योगः सि षडोकः सि दिदेक् योगः सि आदेशप्रत्ययोः दिदेक्षि दिदिश् योगः हि हूजल्यो हूजल्भ्यो हेर्दिः दिदिश् योगः धि श्रुणाष्टुः दिदिश् योगः धि जलां जश्चि इत्यनेन दिदिद् योगः धि दिदिद्धि लटि ति अस्ति दिदिश् योगः ति पुगन्तलघुपदस्य इत्यनेन दिदेश् योगः ति अत्र अष्टुनाष्टुः कार्यं करोति दिदेष्टि तकारस्य तकार आदेशः तः तु हलादे अपि च अस्ति गुणनिषेधः तत्रैव दिदिश् योगः तः अष्टुनाष्टुः दिदिष्टः अतु अति अजादि अपि दिदिश् योगः अति दिदिशति श्री तु तथैव तिष्ठ न दि पुगन्तलघुपदस्य इत्यनेन गुणकार्यं षडौकः सि दिदेक् दिदेश् योगः सि तत् दिधेक् योगः सि आदेशप्रत्ययोः इत्यनेन दिदेक्षि अत्र षकारः मूर्धन्यषकारः आयाति तत् प्रभावेन ककारः आयाति ककारस्य प्रथमं तु ककारः खलु षडोः कहसि इत्यनेन प्रथमं ककारः अनन्तरं ककारस्य आदेश अनेन आदेशप्रत्ययोः इत्यनेन षकारस्य षकारः मूर्धन्यषकारः अनन्तरं वर्णमेलस्य विदेक्षि तत्तु मूर्धन्यककारः न आयाति न मूर्धन्यां सकारस्य मूर्धने षकारः किमर्थम् आदेशप्रत्ययोः इत्यनेन कृते अवयवसकारः इत्यपि आयाति न मूर्धन्यककार ककारः ककारः अस्ति ककारस्य तु ककारस्य कारणेन एव षत्वं भवति शत्रुं भवति षत्वस्य प्रकारेण मूर्धन्यककारः मूर्धन्यककारः इति किमपि नास्ति खलु ककारः इत्येव कण्ठे अस्ति कण्ठे अल्पप्राणकारः एव अत्र खरीच इति वक्तुं शक्यते शक्यते पुनः खलु खर् प्रत्याहारे अस्ति खलु शशकर् आं खरीच इत्यनेन पुनः ककारस्य स्थाने ककारः एव अत्र थः तत्तु अपित् अस्ति दिदिष्ठः मूर्धन्यतः ककारः दिदिष्ट मी तु दिदेश्मि तत्तु गुणकार्यम् आयति दिदेश्मि दिदेश्वः दिदेश्मः दिदिष्मः दिदिष्वः दिदिष्मः धन्यवादः लक्ष्मी भगिनी क्षम्यतां रामप्रिया भगिनी नोट् कर् दिदिश् इति अङ्गं दिदिश् योगः तु इति हलादि अपि पित् प्रत्ययः तत्र लुग्गुणः भवति पुगन्तलघुपदस्य च इति सूत्रेण दिदेश् योगः तु तत्रापि यदा वयं दृष्टवन्तः ष्टुनाष्टुः इत्यस्य प्रसक्तिः दिदेष्टु इति भवति तात् तु तातङ्गस्ति तत्र गुणः तु बाधितमस्ति दिदि अनन्तरं तत्रापि ष्टुनाष्टुः दिदिष्टात् इति भवति दिदिश् योगः तां समानकार्यं दिदिष्टाम् अतु इति अजादि अपित् अस्ति तत्रापि ङिति च इति सूत्रेण गुणनिषेधः दिदिशतु अनन्तरं हि इति हलादि अपित् प्रत्ययः अस्ति तत्र अपि ङिति च इति सूत्रेण गुणनिषेधः अनन्तरं दिदिङ् दिदिश्योगः हि तत्र एव वयं दृष्टवन्तः यदा हूजल्भ्यो हेर्दिः इति सूत्रेण दिदिश्योगः दि इति भवति प्रथमम् अनन्तरं ष्टुनाष्टुः इत्यस्य प्रसक्तिः कार्यं दिदिष्ठि दिदिश्योगः ठि इति महाप्राणटकारः जलां झषि इत्यनेन षकारस्य स्थाने डकारादेशः दिदिङ्डि इति रूपम् अनन्तरं तात्तु यदा प्रथमम् उक्तवन्तः तादृशं रूपं दिदिष्टात् समानकार्यमेव दिदिष्टं दिदिष्ट आनीयाव आम तत्र तु पित्वम् आरोपितमस्ति अतः तत्र अजादिपित् अतः नाभ्यस्ता ्याभ्यस्तास्याचीपिति सार्वधातुके इत्यनेन तत्र लघु इक् वर्णस्य गुणनिषेधः भवति अतः दिदिशानि दिदिशाव दिदिशाम आणि इति भवति तत्र तु यदा अस्माकं नत्वसूत्रं रस्राभ्यां नूनः समानपदे दिदिशानि मणिमहोदय नाम वदतु महोदय. दिदिश्योह पित्वमस्य अधः अत्र दिदेश् इति रूपं भवति. अत्र शुणाश्चुः इति सूत्रेण तकारस्य तकारः भवति, अधः दिदेष्टि दिदेष्ठ इति रूपं भवति. अडागमः भवति. अल्यापि उद्योग सुधिशब्दम् सूत्रम् अपि कार्यं करोति. क्षम्यता महोदय, दिदिश्योः हल्याभ्यो दीर्घात् इति सुदिश प्रथम हल् इति सूत्रेण तकारः लोपो भवति. अदिदिश् पदम् अस्ति अत्र, अधः शकारस्य जलां दशन्ति इति सूत्रेण डकारः भवति. अधः दिदिश् ड इति रूपं भवति महोदय. वावसाने इति सूत्रेण दिदिष्ट इति अपि आमामां क्षम्यतां महोदय. दिदेश् दिदेश् ड दिदिष्ट इति रूपं भवति. किमर्थं हल्याभ्यो दीर्घस्य कृतं इत्यनेन तकारस्य लोपः तु भवति, तर्हि पदान्तं भवति, अधुना पदं भवति दिदेश् अदिदेश् इति पदम्. तर्हि अदिदेश् अधुना जलाञ्जशोन्ते इत्यनेन डकारः आदेशः भवति शकारस्य स्थाने. तर्हि अदिदेड् अनन्तरं वावसाने इत्यनेन अदिदेत् अदिदेत् खलु अदिदेड् अदिदेड् अदिदेट् अदिदेट् इति अत्रापि अडागमः भवति. आदिदेश् आदिदिश् अपि तस्य अधः गुणकार्यमिति किमपि नास्ति. अधः अत्र आदिदिश् शृणस्तु इति सूत्रं कार्यं करोति अत्र. ताम् इति स्थाने अधः अदिश् अदिष्ठाम् अनन्तरम् उः बहुवचने उः अजादि अपीत् अत्रापि किमपि कार्यं न भवति. अधः दिदिश्युः अदिदिशु दिदिश्युः इति दिशु इति सूत्र पदं कार्याणि भवति. अत्र सकारः मध्यं पुरुषे अत्रापि पित्तस्य अधः पुगन्धलौपदिश इति सूत्रेण अदिदेश् इति रूपं भवति. हल्याभव दीर्घास् इति सूत्रम् अपृत हल् इति सूत्रेण शकारः लोपो भवति. आदिदेश् जलाञ्जसन्तरे इति सूत्रेण आदिदेड् वावसाने इति न अदिदेट् अदिदेट् इति रूपं भवति. तम् अपित् अस्ति, अधः अत्र पुगन्धलभूषण कार्यं करोति. आदिदिश् योः तम् अष्टुणाष्टुः इति सूत्रेण अत्र अदिश् अदिष्ठम् इति रूपं भवति. अनन्तरं तदेव आदिदिष्ट इति रूपम्. अम् पित्तस्ति अजादि पित् परन्तु नाभ्यस्तचि नाभ्यस्तचि पिति सर्वदातिक इति सूत्रेण अत्र कार्यं न करोति, गुणः न भवति. अतः अदिदिश् अदिदिशम् इति रूपं भवति. अनन्तरम् अदिदिश्व अदिदिश्म इति रूपाणि भवन्ति महोदय. विधिलिङ्गे कोऽपि कार्यं नास्ति, केवलं वर्णमेलनं भवति. दिदिश्या दिदिश्यातां दिदिश्युः दिदिश्याः दिदिश्यातां दिदिश्यात् दिदिश्यां दिदिश्याव दिदिश्याम इति भवति. निजाद्यन्तर्गण निज् निज् निज् विज् विज् विश् विश् इति त्रयधातव निजादयः निज निजधातु उभयपदि शौच शौचपोषणयोः द्वित्वम् अभ्यासकारम् निज श्लौ निज निज हलादि शेष निज इति अङ्गम् महोदय उक्तवान् कथं निज उपदेशिकधातु निज धातु आगच्छति हल्यन्त इति नास्ति एल् इति संज्ञा अस्ति निज एल् अन्ते अस्ति एल् इति संज्ञा वाचा वार्तिकेन एल् अन्त्यस्य उपदेशे संज्ञा भवति तत्र निज् भवति तद् नोम्ना इति सूत्रेण नकारस्य स्थाने नकारः आगच्छति द्वितीयं भवति निज् श्लौ निज् निज् भवति तदि हलादिशेष जकारस्य लोपः भवति निज् इति भवति अत्र किञ्चित् विशिष्टसूत्रम् आयाति निजां त्रयाणां गुणश्लोः श्लौ येन अभ्यासे गुणो भवति श्लू निमतिकृत्यम् इदं कार्यं भवति अतः सर्वेषु रूपेषु प्रसक्तिः अस्ति पित्वम् अपत्वम् इत्यनयोः कोऽपि सम्बन्धः निजां त्रयाणां गुणश्लौ इति सर्वे प्रत्ययां प्रति कार्यं करोति गुणनिषेध त्रयां गुणश्लोक गुण आगच्छति अभ्यासकाले निज् निजां त्रयाणां गुणश्लोक इत्यस्य अभ्यासे गुणः निज् इति नूतन अङ्गं निजां त्रयाणां गुणश्लोक सप्तमाध्यासे चतुर्थपादे पञ्चसप्तति सूत्रं निजादानि निजादीनां त्रयाणाम् अभ्यासस्य गुणो भवति श्लौ निज् विच् विश् इत्येषां प्रसङ्गः निजां षष्ठ्यन्तं त्रयाणां षष्ठ्यन्तं गुणः प्रथमान्तं श्लौ सप्तमान्त्यम् अनेकपदमिदं सूत्रम् अत्र लोपोभ्यासस्य इत्यस्यात् अभ्यासस्य इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं निजां त्रयाणाम् अङ्गस्य अभ्यासस्य गुण श्लौ अङ्गकार्यम् अलादितिप्सु उपधायां लघु एक गुणः नेनिच् योगति पुगन्तलघुपद्यस्य च नेनिच् योगति सन्धिकार्यं नेनेति अजादिपित्सु नाभ्यस्तस्याचीपिति सार्वधातुके इत्यनेन उपधायां लघु एकगुणनिषेध नेनिज् योग आनि नेनिजानि अलादिपित्सु किति इति च गुणनिषेध नेनिज् योगतः सन्धिकार्यं नेनिक्तः अजादिपित्सु इति च गुणनिषेधः नेनिश् नेनिज् योग अति नेनिजति अग्रे पठामि वा भगि सन्धिकार्यं नेनिज् योगति पुगन्तलघुपदस्य च नेनेज् इकारस्य एकारागच्छति गुणं भूत्वा नेनेज् योगति चोको इति सूत्रेण सकार झलि अस्ति चकार स्थाने कवर्गीयसत्यस्य शब्दस्य आगच्छति नेने योगति खरि च इत्यनेन ककारस्य स्थाने ककार आगच्छति नेनेक्ति इति भवति नेनेज् नेनिज् योगसि पुगन्तलघुपद्यस्य च नेनेज् पुनः गुणं भूत्वा नेनेज् योगसि चोहोकु अनेन नेने योगसि खरि च नेनेक्सि आदेशप्रत्ययो नेनेक्षि ककार एन्को प्रत्याहारे अथवा सकारस्य स्थाने षकार आगच्छति नेनेक्षि भवति नेनिज् योग हि लोट् लकारे हुल् चल्भ्यो हेति इति सूत्रेण नेनिज् योगधि भवति चोहोकुः इति सूत्रेण नेनिग् योगधि नेनिग्धि इति भवति अनेनिज् योगत पुगन्तलघुपदस्य च अनेनेज् योगत इति लङ्लकारे प्रथमपुरुषे एकवचने हल्याङ्गोभ्यो दीर्घास्तुतिस्य प्रथमं हल् अनेन तकारस्य लोपः भवति. अनेनेच् चोः को इदानीं पदम् अस्ति, सो जकारस्य स्थाने गकारः आगच्छति. अनेनेक् वावस्थाने विकल्पेन अनेनेक् सो अनेनेक् अनेनेक् इति भवति. अस्तु, प्रायः नास्ति. मणिमहोदय लट्लकारं वदतु. लट्लकारस्य नीनिज् इति धातु अस्ति. नीनिज् योहति पित्तस्य अतः नेनिज् किं सूत्रं निजान्तरयाणां गुणः इति सूत्रेण अभ्यासं गुणकार्यं भवति. अतः नेनिज् इति रूपं भवति. नेनिज्योः इति पुहन्दलबोधिस्य इति सूत्रेण गुणः भवति. नेनेज् इति नेनेज्योः इति इदानीं चोहोकु इति कार्यं करोति. नेनेग् इति करिच इति सूत्रेण प्रथमककारः आदिश्यते. अधः नेनेक्ति इति रूपं तः अपि तस्य अत्र गुणकार्यं किमपि कार्यं भवितुमर्हति. परन्तु त्रयाणां सूत्रं कार्येन तत्तु अङ्गकार्यमासीत् खलु, अङ्गनिर्माणसमये आसीत्. तर्हि अद् अङ्गं तु अत्र सर्वत्र निजान्तरयाणाम् इति नेनिज् इति अङ्गं तद् स्वीकृत्य ततः आरभ्य पठ. अस्तु, धन्यवादः महोदय. नेनिज् योः तः अत्र अपि तदेव पूर्णलोपदिशा कार्यं करोति. नेनिज् तः इति अत्र चकारस्य चोहोकुः इति कार्यं करोति. अतः तकारस्य जकारस्य ककारः भवति. ने ने निग् योः तः करिच इति सूत्रेण न निग् न कार्यं करोति. न ने निग् तः इति अनन्तरम् अति अजादि अपि किमपि कार्यं न भवति. अतः ने निज् निजदि इति रूपं सीपित्तस्य अधः पुहन्दलबुधि सूत्रेण नेनेज् योः सि अत्र किमपि नेनेज् अत्र अत्रापि चोहोकुः कार्यं करोति. अतः नेनेज् सि अनन्तरं चोहोकुः नेनेग् करिचेन प्रथमककारः आदेशः नेनेक् अत्र शि अस्ति. कौर्गीयम् अपि अस्ति पूर्वम्. अतः इन्को इति सूत्रेण आदेशप्रत्ययो इति सूत्रेण कार्यं शकारः भवति. अतः नेनेक्षि इति रूपं भवति. अतः अपि तस्य नेनिज् योः तः पूर्वं दृष्टवन्तः इति खलु समानकार्यमस्ति चेत् केवलं रूपं वदति. नेनिक्त अनन्तरं मि नेनिज् मि नेनेज् गुणकार्यं भवति. नेनेज् मि नेनिज्वः नेनिज् वै मह. धन्यवादः. मङ्गलवासरे रूपाणि सर्वाणि कृतानि किम् लोट् लङ् आत्मनेपदि न कृतवन्तः. शीघ्रं शीघ्रं वदतु. यत्र यत्र वयं जानीमः नूतनविषयः नास्ति चेत् नेनेक् तु तः अन्ति अन्तु नेनेक् तु नेनेक् तः अनन्तरं हि प्रत्यये परं विशिष्टकार्यमस्ति खलु तद् प्रायः नेनिग्धि अस्ति अनन्तरं किं भवति कुजल्भ्यो हेद्दि इत्यनेन धकारः नेनिज् योगः दि अधुना चौहुकुः इत्यनेन घकारः तावदेव खलु जलाञ्जष्टस्य पुनः जल् जकारः एव गकारः एव आयाति कृत्वा मे लिग्धि ओ तत् सर्वे वदतु इति न अस्तु तम् अस्ति नेनिक्ता आनीयाम इति सारदातकेन गुणनिषेधः अस्ति नेनिजाम लङ्लकारः आं भगिनि अडागमः तु भवति एव अनेनिज् इति रूप अनेनिज् योगः तत्र यदा वयं पूर्वं दृष्टवतः अल्याभ्योदीगाच्युतिस्य प्रत्तं हल् इति सूत्रेण तकारलोपः अनेनिग् तस्मात् पूर्वं पुगन्तलघुपदस्य च इत्यस्य कार्यम् अनेनिग् अनेनिज् क्षम्यताम् अनेनिज् योगः त अनन्तरं हल्न्याभ्योदीगाच्युतिस्य प्रक्तं हल् अनेनिज् तत्र एव चकारस्य स्थाने जलां जशोन्ते अनन्तरं वावसाने द्वयोः प्रसक्तिः अनेनिग् अनेनिक् इति अनन्तरं उक्तवती अनेनेग् अनेनेक् इति अनन्तरं तत्तत् तत्र तु वयं पूर्वं दृष्टवन्तः तादृशं रूपमेव अनेनिक्ताम् अनेनिजुः तत्र उकारस्य तु गुणः न भवति अजादि अपित् अस्ति इति कृत्वा अनन्तरं मध्यमपुरुषे समानरूपं यदा प्रथमपुरुषे अनेनिक् अनेनिक् अनेनिक् नेक् अनेनिक् अनेनिक् अनेनिक्तम् अनेनिक्त अनन्तरम् अम्ब म तत्र तु अनेनिजम् अनेनिज्व अनेनिज्म आम् अनेनिज्म लक्ष्मी भगिनी विगलेन भगिनि अहं खादति केवलं वर्णमेलनम् अस्ति कोऽपि कार्यं न भवति यात् इति झलिना अस्ति अपि गुणनिषेधः अस्ति नेनिज्यात् नेनिज्यातं नेनिज्युः नेनिज्याः नेनिज्यातं नेनिज्यात नेनिज्यां नेनिज्याव नेनिज्याम धन्यवादः क्षम्यतां धन्यवादः भगिनी शुभरात्रिः शुभरात्रिः